गुरुब्रह्मा गुरुविष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय कृतिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। प्रत्यक्षपरिच्छेदः समापितः। तत्र सप्रकारकज्ञानानां प्रभेदाः अपि अधीताः। सन्निकर्षाः इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इत्यतः इन्द्रियं विषयेन सह सन्निकृष्टः कथं भवति इत्यत्र षड्विधाः सन्ति इति अपि अधीताः अस्माभिः। तर्हि तत्रैव इतोपि किञ्चित् गभीरचिन्तनं कुर्मः इति तत्र किं कुर्मः। अत्र प्रत्यक्षज्ञाने करणानि इति स्प्रेड्शीट् अस्ति खलु, तत् पश्येम। प्रथमं करणानि नास्ति, कारणानि इति, तदेकवारं पुनस्मारणत्वेन एकवारं पश्येम। अस्तु, तर्हि इदानीं ज्ञानमस्ति अयं घटः इति ज्ञानम्, अयं घटः इति ज्ञानं चक्षुषा भवितुम् अर्हति। अपि च अस्मिन् ज्ञाने प्रकारः कः इति अत्र न चिन्तनीयम्, इत्युक्ते कारणानि कानि इति एव चिन्तनम्। अयं घटः इत्यत्र चक्षुघटसंयोगः भवेत्, तत्र तु साक्षात् संयोगः एव, इत्युक्ते सन्निकर्षः कीदृशः इति चेत् संयोगः, चक्षुघटसंयोगः, चक्षुघटसन्निकर्षः इति प्रायः अत्र एवं लिखामि, सन्निकर्षः इति लिखामि। चक्षुघटसन्निकर्षः कीदृशसन्निकर्षः इति तत्र सन्निकर्षाः गृहपाठः इत्यत्र लिखामः। किमर्थं चेत् तत्र प्रकारः, विशेष्यः, संसर्गः इति एतत् सर्वमपि लेखनीयम् इत्यतः केवलं चक्षुघटसन्निकर्षः अत्र अस्ति इति तावद् लिखामि। तर्हि चक्षुघटसन्निकर्षः कार्याधिकरणं किं घटे अस्ति, कारकावच्छेदकसम्बन्धः कः, समवायः, सन्निकर्षः, संयोगकर्षः, अत्र तु संयोगः अस्ति, संयोगः केन सम्बन्धेन घटे वर्तते इति चेत् समवायसम्बन्धेन वर्तते। कार्यतावच्छेदकसम्बन्धस्तु विषयतासम्बन्धः अस्ति। अपि च निमित्तकारणम् इत्युक्ते अत्र कारणतावच्छेदकसम्बन्धः समवायः, कार्यतावच्छेदकसम्बन्धः विषयतासम्बन्धः इति कृत्वा अत्र निमित्तकारणं भवति चक्षुघटसन्निकर्षः। आत्मा तु समवायीकारणम्, आत्ममनसंयोगः तु असमवायीकारणम्, समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इत्यतः आत्मनि। अपि च मनः तत्र निमित्तकारणं, घटः निमित्तकारणं, चक्षुः निमित्तकारणं, मनचक्षुसंयोगः अपि निमित्तकारणम्। तदनन्तरम् आत्मघटसंयोगः इत्यत्र तस्य कारणत्वं न स्वीकृतं, किमर्थम् इति चेत् व्यतिरेक अभावः अस्ति इति कृत्वा। आत्मचक्षुसंयोगः संयोगे अपि व्यतिरेक अभावः अस्ति इति, मनघटसंयोगः तत्र तु अन्यतासिद्धत्वम् अस्ति इति, एतत् सर्वम् अस्माभिः अधीतम्। अपि च प्रकाशः भवेत् चेदेव चक्षुषा गृहीतुं शक्यते इति कृत्वा प्रकाशः अपि निमित्तकारणम्, उद्भूतरूपं निमित्तकारणं, मध्यमपरिमाणं निमित्तकारणम्। किन्तु घटस्य आकारः इत्यत्र प्रायः किमपि न लेखनीयम् इति, एतत् सर्वम् अस्माभिः चिन्तितमासीत्। तर्हि एतादृशं सर्वेषां ज्ञानानां चिन्तनं करणीयम् अस्ति। भवतु, अत्र केवलम् उदाहरणार्थं मया एतदुक्तं। किं कुर्मः, अत्र सन्निकर्षाः इति गृहपाठः इति अस्ति, तत् कृतं, सन्निकर्षाः गृहपाठः इति पूरितं, कीदृशसन्निकर्षाः भवन्ति इति। तदनन्तरं सप्रकारकज्ञानम् इति गृहपाठः इति स्प्रेड्शीट् खलु तत्र गच्छेम, तत्रैव चिन्तनीयम् आसीत्। प्रागभावः अत्र अस्माभिः दृष्टं, कपालः घटप्रागभाववान्, कपाले घटप्रागभावः इति आकारद्वयं भवितुम् अर्हति ज्ञानस्य। कपालः घटप्रागभाववान्, कपाले घटप्रागभावः इति। तर्हि एते ज्ञाने कीदृशसप्रकारकज्ञानम् इति वर्णनीयम्। षड्विधसप्रकारकज्ञानानि सन्ति इति अस्माभिः अधीतं, तानि कानि इति सप्रकारकज्ञानप्रभेदाः इति स्प्रेड्शीट् मध्ये मया स्थापितमस्ति। सामान्यविशिष्टज्ञानं, संशयः, समुच्चयः, एकत्र बहु, समूह आलम्बनं, बहुत्र एकम् इति षड्विधसप्रकारकज्ञानानि सन्ति इति अस्माभिः अधीतम्। तर्हि अत्र कपालः घटप्रागभाववान् इति कीदृशज्ञानं, सप्रकारकज्ञानप्रभेदेषु कीदृशम् इति वक्तव्यम्। अस्तु, शिरामहोदय आरब्धं करोति वा? महोदय, अत्र चिन्तयामि प्रथमं प्रकारः कुत्र अस्ति, विषयता कुत्र अस्ति, विशेषता कुत्र अस्ति इति चिन्तनीयम्। इत्युक्ते प्रकारः कः, संसर्गः कः, विशेष्यः कः इति वक्तव्यः इति वक्तव्यं भवति। अत्र कपालः घटप्रागभाववान् इत्यत्र प्रकारः अस्ति घटः, संसर्गः अस्ति तत्र प्रतियोगिता। एकनिमिषम् अहं लिखामि। घटः इति प्रकारः इति भवता उक्तम्, संसर्गः प्रतियोगिता। अस्तु, विशेष्य प्रागभावः। अस्तु, अग्रे उच्यतु। अत्र घटविशिष्टज्ञानं, घटविशिष्टज्ञानं तत्र प्रायः तत्र प्रथमविधः इति अहं चिन्तयामि महोदय। एकनिमिषं, यदि प्रकारः केवलं घटः, संसर्गः केवलं प्रतियोगिता, विशेष्य घट केवलं प्रागभावः इति चेत् कपालस्य घटप्रागभावः इति ज्ञानं भवति चेत् एते एव भवन्ति। कपालस्य कथं घटप्रागभावः इति ज्ञानं भवति चेत् तावदेव ज्ञानं, कपालः घटप्रागभाववान् इति एव ज्ञानं खलु। तत्र प्रायः विशेषकपाले विशेष्यता तदा कपाले अपि एकनिमिषं महोदय, तत्र तत्र कपाले चक्षुसंयोगः अपि अस्ति खलु। अनेन किं तत्र चक्षुसंयोगः विशेषता तत्र घटप्रागभावे अस्ति? अस्तु, महोदय, तत्र विशेषता केवलं घटप्रागभावे अस्ति वा? इत्युक्ते विशेषता चक्षुसंयोगेन तत्र चक्षुसंयोगः तु कपाले एव अस्ति। न न, अत्र महोदय इदानीं चक्षुसंयोगस्य विषये इदानीं सन्निकर्षः चिन्तितं खलु, चक्षु विशेषतासम्बन्धेन तत्र घटे अस्ति, घटप्रागभावे अस्ति इति चिन्तितम्। इदानीं कपालस्य आगमनं कथं करणीयं, तस्य प्रयोगः कपालमपि अस्ति, कपाल अपि अस्ति खलु, सामान्यघटप्रागभावात् कथं तस्य तत्र कपाल निष्ठ इति वदामः वा, तादृशं किमपि? न न, अत्र सामान्यविशिष्टज्ञानम् इत्यस्य उदाहरणं स्वीकुर्मः, भूतलं घटवत् इति एव उदाहरणमासीत् खलु। सत्यं भूतलं घटवत् इति उदाहरणं तस्मिन् उदाहरणे प्रकारता कुत्र अस्ति घटे अस्ति संसर्गता कुत्र अस्ति संयोगे संयोगे कयोः मध्ये संयोगः घटभूतलयोः मध्ये संयोगः संयोगः विशेष्यता भूतले अस्ति खलु भूतलं घटवत् इत्यत्र वाक्ये भूतलं घटवत् इत्यस्मिन् वाक्ये विशेषणं किं विशेष्यं किं तत्र भूतलं घटवत् इत्र भूतलं विशेष्यं घटः विशेषणम् अस्ति एवं तत्र इति कृत्वा तत्र ज्ञाने अपि न न एकनिमिषं महोदय समीचीने किञ्चित् अग्रे चिन्तयति किञ्चित् किं सावधानतया चिन्तयति भूतलं घटवत् इत्यस्मिन् वाक्ये विशेषणं किं विशेष्यं किम् विशेषणम् अस्ति घटः किमर्थम् अत्र वाक्ये घटः इति पदमेव नास्ति खलु घटवत् वाक्यं शृणोतु यद् यदहं वदामि वाक्यं भूतलं घटवत् इति वाक्यं तस्मिन् वाक्ये विशेषणं किं विशेष्यं किम् तत्र घटवत् इति विशेषणं भूतलं घटवत् इति विशेष्यं विशेषणं खलु घटवत् इति हा घटवत् इति विशेषणं भूतलम् इति विशेष्यं वाक्ये सत्यं सत्यम् अस्तु तर्हि इदानीं ज्ञानं ज्ञाने विशेष्य विशेष्यः कः प्रकारः कः ज्ञाने तत्र ज्ञाने विशेष्यः अस्ति भूतलं प्रकारः अस्ति घटः प्रकारः अस्ति घटः इत्युक्ते घटविशिष्टभूतलम् इति ज्ञानम् इति ज्ञानमस्ति घटज्ञानं विना तत्र तादृशप्रयोगं कर्तुं न शक्नुमः अस्तु अत्र किञ्चित् इतोपि चिन्तनीयम् इति भाति मम किमर्थमित्युक्ते भूतलं घटवत् इति ज्ञानं भूतले घटः इति ज्ञानम् अनयोः मध्ये कः भेदः भूतले घटः इत्यत्र विशेषणं विशेष्यं नास्ति वाक्ये अपि विशेषणं विशेष्यं न द्योतते वाक्ये विशेषणं विशेष्यम् इति भावः नास्ति भूतले आधार आधेयभावः अस्ति अस्तु तर्हि इदानीम् अहं कुत्र अस्मि इति चेत् सप्रकारकज्ञानप्रभेदाः इति स्प्रेड्शीट् अस्ति खलु तत्र अस्मि अहं प्रभेदः तत्र अस्तु महोदय तत्र अस्मि अहं तत्र सामान्यविशिष्टज्ञानम् इत्यस्य उदाहरणमस्ति भूतलं घटवत् तत्र द्विधा वाक्यं भवितुमर्हति खलु भूतलं घटवत् भूतले घटः इति द्विधा वाक्यं भवितुमर्हति तत्र ज्ञानं द्विविधं भवितुमर्हति प्रथमज्ञाने प्रकारता कः द्वितीयज्ञाने प्रकारः कः इति वक्तव्यम् तत्र प्रकार उभयत्र घटः एव प्रकारः महोदय भूतले घटः इत्यत्र कथं वा घटः प्रकारः भवति अत्र अस्तु तत्र यथा पूर्वं दृष्टवन्तः खलु महोदय तत्र अस्तु भूतले घटः इत्यत्र भूतलम् इति आधारः अस्ति घटः इति आधेयः अस्ति तयोः सम्बन्धः संयोगः सम्बन्धः अस्ति इति कृत्वा तत्र केवलं घटः इति वदामश्चेत् घटे घटत्वम् इति स्वीकुर्मः अत्र भिन्न उदाहरणं मा स्वीकरोतु कृपया नो चेत् इदानीमपि भ्रमः अस्ति इतोपि भ्रमः जायते अस्तु इदानीम् अत्र तु भूतले घटः इति उक्तत्वात् भूतलं तस्य आधारः अस्ति इति कृत्वा तद् विशेष्यम् अस्ति इति अहं चिन्तयामि. मेघुल् महोदय किं चिन्तयति? अहं चिन्तयामि महोदय तत्र घटः इति विशेष्यं भवति, भूतलम् इति विशेषणम् इत्युक्ते प्रकारः भवति, क्षम्यतां प्रकारः न तु विशेषणं. भूतले घटः इत्यत्र, भूतले घटः इत्यत्र घटः इति विशेष्यं ज्ञाने, ज्ञाने घटः इति विशेष्यम्. एकनिमिषं तर्हि तद् लिखामि. घटः घटे विशेष्यता खलु? अस्तु भूतले प्रकारता, भूतले प्रकारता. भूतले प्रकारता अनयोः मध्ये कः सम्बन्धः अस्ति? संयोगः. तर्हि संसर्गता कुत्र भवति? संयोगः खलु, संयोगसम्बन्धे. अस्तु भूतले घटः इत्यत्र प्रथमं वाक्ये विशेषणविशेषभावः नास्ति, भवतु. द्वितीयम् अत्र घटः एव ज्ञानं, कस्य ज्ञानम् इति चेत् घटस्य ज्ञानम्, किन्तु कुत्र घटः अस्ति इति चेत् भूतले घटः इति. अत्र अत्र ज्ञानं भूतलस्य नास्ति, घटस्य एव ज्ञानं. तर्हि विशेष्यता घटे भवेत्, अपि च प्रकारता भूतले भवेत्. यद्यपि घटः भूतले अस्ति, आधारादेयभावं पश्यामश्चेत् घटः आधारः भूत न घटः आधेयः भूतलम् आधारमस्ति, तथापि ज्ञानं पश्यामश्चेत् विशेष्यता कुत्र अस्ति? घटे अस्ति. प्रकारता कुत्र अस्ति इति चेत् भूतले. तत्र एव भ्रमः किमर्थं जायते इत्युक्ते अत्र भवान् यदुक्तवान् अत्र ज्ञानं कस्य भवति, अत्र भूतले घटः इति ज्ञाने घटस्य ज्ञानं भवति. प्रथम उदाहरणे भूतलं घटवत् इति ज्ञाने भूतलस्य ज्ञानं भवति, अतः एव तत्र किञ्चित् भ्रमः. एकनिमिषम् अत्र भूतलस्य तदपि परिशीलयामः. इदानीं भूतलं घटवत् इत्यत्र तस्य ज्ञानं भवति, भूतलस्य ज्ञानं भवति यः. किन्तु भूतलस्य ज्ञानं भवति इति तु सत्यं, किन्तु भूतलं कीदृशम् इति ज्ञानं भवति खलु? आम् समीचीनं. तत्र विशेषणविशेषभावः अस्ति, परन्तु तत्र तर्हि अत्र वदतु इदानीं भूतलं घटवत् इत्यत्र विशेष्यता कुत्र अस्ति? प्रकारता ज्ञानं विशेषतासम्बन्धेन कुत्र अस्ति? प्रकारतासम्बन्धेन कुत्र अस्ति इति वदतु. तत्र भूतलं घटवत् इत्यत्र विशेष्यता भूतले वर्तते, प्रकारता घटे वर्तते. किमर्थं? तत्र भूतलस्य ज्ञानं भवति, कीदृशभूतलं तर्हि घटेन विशिष्टः भूतलमस्ति, अतः इति एव ज्ञानं खलु. इति एव ज्ञानम् इत्युक्ते भूतलस्य ज्ञानं नास्ति, भूतलं ज्ञातम्. ओ अस्तु. इत्युक्ते यथा मया उक्तं रामः सीतापतिः इति यदि अहं वदामि रामः मया ज्ञातं, मया ज्ञातः, किन्तु सः एव सीतापतिः इति ज्ञानं न प्राप्तम्. अपि च विपरीतरीत्या वदामश्चेत् सीतापतिः रामः इति वदामश्चेत् सीतापतिः इति मया ज्ञातं, किन्तु तस्य नाम राम इति न ज्ञातम्. अस्तु तर्हि अत्र तदेव मया उक्तं खलु, तत्र यत्र यत्र विशेषणविशेषभावः भवति तत्र द्वितीयपदं यदस्ति तदेव विशेष्यः भवति, ज्ञानस्य विशेषः भवति इति. ज्ञानस्य विशेषः भवति. अस्तु अस्तु तदेव ज्ञानं खलु. भूतलं घटवत् इत्यत्र भूतलं पूर्वमेव ज्ञातम्. अस्तु, तर्हि तत्र घट इति प्रकारः घटविशिष्टभूतलम् इति विशेष्यम्। तर्हि अत्रापि न घटः घटे एव विशेष्यता भवेत् अत्रापि इति भाति मम। वयं प्रथम तत्र पूर्वस्मिन् परिच्छेदे अथवा पाठे वयं दृष्टवन्तः तत्र भूतलं भूतलं घटाभाववत् इति अस्ति। तत्र भूतलं तत्र भूतलम् इति विशेष्यम् इति स्वीकृतम्। किम् अन्येषां चिन्तनं किम्? रमेशमहोदय भवान् किं चिन्तयति? महोदय अत्र भूतलं घटवत् इत्यत्र घटवत् इति प्रकारता न भवति वा? घटवत् प्रतिपादयति, घटवत्वे प्रकारता अस्ति, प्रतिपादयतु कथम् इति। तत्र यदि घटः इति स्वीकुर्मश्चेत् तत्र भूतलम् अपि भवेत्, तस्यापि ज्ञानम् अस्ति, तर्हि प्रकारता घटवत् घटवत्वे एव प्रकारता भवेत्, विशेषता विशेष्यता विशेषता भूतले भवेत्, भूतलं विशेषता भूतले भवेत्, संसर्गता भवान् भवान् भवेत् भवेत् इति वदति, किमर्थम् इति न वदति, किमर्थं तदेव वक्तव्यं, किमर्थं प्रतिपादयतु इत्युक्ते किमर्थम् इति वक्तव्यम्। मम पक्षः एवमस्ति, भूतलं घटवत् इत्यत्र भूतलम् अत्र वाक्ये घटवत् इति विशेषणं, भूतलम् इति विशेष्यम् अस्तु, किन्तु कस्मिन् विषये ज्ञानम् इति चेत् भूतलस्य ज्ञानं वा भूतलं घटवत् इति ज्ञानं वा इति चेत् भूतलस्य ज्ञानं नास्ति अत्र, भूतलं घटवत् इति ज्ञानं, तर्हि घटवत् इत्यत्र एव विशेष्यता भवेत्, तर्हि घटे विशेष्यता अस्ति, भूतले प्रकारता भवेत्। महोदय तत्र विशिष्टज्ञानादिजनक निरूपणम् इति परिचय पाठः आसीत् खलु 137, तत्र विशिष्टबुद्धिं प्रति विशेषज्ञानम्, अत्र पुरुषः दण्डवान् इति उदाहरणं दत्तमस्ति, तत्र दण्डविशिष्टः अस्ति पुरुषः, यदा दण्डज्ञानं नास्ति चेत् दण्डविशिष्टपुरुषः दण्डवान् इति वक्तुं न शक्नुमः, एवं घटज्ञानं नास्ति चेत् कथं वा भूतलं घटवत् इति वक्तुं शक्नुमः इति कृत्वा अहं चिन्तयामि घटः घटे एव प्रकारता अस्ति। अस्तु तत् सः परिच्छेदः पुनः पठेम। विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणम् इति तु आदिमः, तत्र कारणत्वमुक्तं, प्रकारता अत्र उक्तं वा? कारणत्वमुक्तं तादृशविशिष्टविशेषज्ञानं अत्र पश्यतु, अत्र विशिष्टज्ञानजनकनिरूपणम् इति सप्रकारकज्ञाननिरूपणप्रसङ्गात् विशिष्टज्ञानादीनां कार्यकारणभावं पर्यालोचयामः इति। तर्हि अत्र भूतलं घटवत् इत्यत्र घटज्ञानं विना भूतलं घटवत् ज्ञानं भूतलं घटवत् इति ज्ञानं न भवति इति तु सत्यम्। तर्हि अत्र कारणं किम्? इति चेत् विशेषणज्ञानम् एव कारणम्। सत्यं तत्तु सत्यं, किन्तु विशेषणज्ञानं कारणम् इति कृत्वा तत्र घटे विशेषणता भवेत्, प्रकारता भवेत् इति नास्ति। See, this is a very, there are three different very things that are discussed. Very tricky, Maurya. So that is why I want to discuss it a bit. You see, there are three, actually it is like a three-layered thinking. One is, Visishta Jnanadi Janaka Nirupanam Ityatra Karanam Trividham Bhavati Iti Visheshana Jnanam Iti Ekam विशेषणता अवच्छेदकप्रकारकज्ञानम् इति द्वितीयम्। अस्तु, अत्र अत्र विशेषणता अवच्छेदकप्रकारकज्ञानम् इति पठेम। तत्र उदाहरणं किम् आसीत्? विशिष्टवैशिष्ट्य अवहायिबुद्धिं प्रति विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् इति द्वितीयकार्यकारणभावः। प्रथमकार्यकारणभावे विशिष्टदण्डीपुरुषः अस्माभिः गृहीतः, सः एव अस्मिन् कार्यकारणभावे कार्यभूतं तज्ज्ञानं विशिष्टवैशिष्ट्य अवगाहिज्ञानं तत्र विशिष्टपदेन ग्राह्यः, तस्यापि वैशिष्ट्यं सम्बन्धम् अन्यस्मिन् विशेष्ये ज्ञानमः। तच्च भूतलं दण्डीपुरुषवत् इति ज्ञानम्। तर्हि अत्र तु भिन्नज्ञानं जातम्, अत्र भूतलं दण्डीपुरुषवत् इति ज्ञानम्। अथवा भूतलं दण्डी विशिष्टपुरुषवत् इत्याकारकम्। तत्र इदानीं भिन्नज्ञानं चिन्तितम् अस्ति, इत्युक्ते कारणस्य चिन्तनविषये कारणं किम् इति चिन्तनस्य आधारः भिन्नः अस्ति। यु हाव् टु थिङ्क् आफ् इट् डिफरेण्ट्लि। सप्रकारकज्ञानम् इत्यत्र चिन्तनं विशिष्टमस्ति। कारणानि एकस्य ज्ञानस्य कारणानि कानि इत्यत्रापि, अत्र कार्यतावच्छेदकसम्बन्धः कः, कारणतावच्छेदकसम्बन्धः कः इति, कार्याधिकरणं किम् इति तादृशचिन्तनं कार्यम्। सो इट् इस् आल्मोस्ट् लैक् त्री डिफरेण्ट् स्प्रेड्शीट् आर् लेड् वन् टाप् आफ् दि अदर् इति तादृशं भाति मम। अस्तु, अहं मम चिन्तनं वदिष्यामि, एतत् सर्वं मम चिन्तनमेव, अत्र प्रामाणिकं नास्ति यद् मया उक्तं, यदहं वदिष्यामि। अस्तु, भूतलं घटवत् इति ज्ञानं स्वीकुर्मः। भूतलं घटवत् इत्यत्र नूतनज्ञानं किं? भूतलं पूर्वमेव ज्ञातं, किन्तु ज्ञातविषयः कः इति चेत् एतद् भूतलं घटवत् इति ज्ञानं प्राप्तम्। यथा रामः सीतापतिः इत्यत्र रामः पूर्वमेव ज्ञातः, किन्तु नूतनज्ञानं किम् इति चेत् एषः रामः सीतापतिः इति ज्ञानम्। एवं भूतलं घटवत् इति ज्ञानम्। तत्र तर्हि घटवत् इति एव विशेष्यमस्ति, तदेव मुख्यज्ञानमस्ति। तादृशविशेष्यः केन विशिष्टः इति चेत् तत्र प्रकारता भवेत् इति कृत्वा भूतलं घटवत् इत्यत्र घटे विशेष्यता अस्ति, अपि च प्रकारता भूतले भवेत्। किमर्थम् इत्युक्ते भूतलं पूर्वमेव ज्ञातम् इति कृत्वा। अस्तु, भूतले घटः इत्यत्र घटः एव ज्ञातः, अत्रापि घटः एव विशेष्यः अस्ति। तर्हि भूतले घटः इति उक्तत्वा तत्र प्रकारता कुत्र भवेत् इति चेत् भूतले भवेत्। अत्र यद्यपि यदि चित्रं रचयामः, भूतलम् उपरि अस्ति, घटः अधः अस्ति, किन्तु इदानीं कस्य चित्रं रचयामः इति चेत् ज्ञानस्य विशेष्यः कः, ज्ञानस्य प्रकारः कः इति बोद्धुम् एतत् चित्रं रचितं, किन्तु घटः भूतले भूतले घटः अस्ति इति चित्रं तु भिन्नचित्रमस्ति. तत्र तु ज्ञानस्य आकारः नास्ति. वस्तुस्थितिः का? तत्र तु भूतलम् अधः भवेत्, घटः उपरि भवेत् इति भाति मम. अस्तु, यद् मया उक्तम् एतावत्, तत्र किं प्रश्नः अस्ति वा महोदय? तत्र पेज् नम्बर् 176 तत्र चित्रसङ्ख्या 128 तत्र उदाहरणमस्ति. प्रथमचित्रम् अस्ति इति भूतलं घटाभाववत् इति अज्ञानस्य चित्रमस्ति. तर्हि तथैव अस्माकम् अत्र उदाहरणे भूतलं घटवत् इति खलु, भूतलं घटवत् भूतलं घटवत् सत्यं. तर्हि अत्र किं लिखितमस्ति? केवलम् अभावः इति, यदा तस्य स्थाने यदा घटः इति स्थापयामः तर्हि किम् अस्ति अत्र अभावः अस्ति लिखित अत्र लिखितमस्ति अभावः, तर्हि अहं तस्य स्थाने घटः इति स्थापयामि. घटः यदि भूतले विशेषणविधया भासते, अर्थात् ज्ञानस्य आकारः यदि भूतलं घटवत् इत्याकारकः, तदा चक्षुसंयुक्तविशेषणतासन्निकर्षो ग्राहकः इति आगच्छति. अतः अत्र भूतले विशेष्यता वर्तते, घटे प्रकारता इति आगच्छति, भूतलं घटवत् इति ज्ञाने. अस्तु, एकनिमिषम्, अत्र किञ्चित् चिन्तनीयं. एतावत् यद् भवता उक्तं तत् समीचीनं. तत्र तदा चक्षुसंयुक्तविशेषणता सन्निकर्षः ग्राहकः इति अभावस्थले लिखितम्. आम् आम्, किन्तु अत्र अभावः नास्ति खलु? आम्, अभावः नास्ति. तर्हि तत्र किं किं वक्तव्यं? तत्र किं वक्तव्यं? हा, तदेव, तत् समीचीनमस्ति वा? चक्षुसंयुक्तविशेषणता न, अत्र चक्षुसंयुक्तविशेषणता इति न वक्तव्यं, चक्षुसंयोगः सन्निकर्षः ग्राहकः इति वक्तव्यं, तावदेव. चक्षुसंयोगः सन्निकर्षः ग्राहकः. तावदेव. अस्तु अस्तु, इति अस्ति. यथा भवता उक्तं तादृशमेव, चक्षुसन्निकर्षः चक्षुसंयोगः एव सन्निकर्षः. अत्र अभावस्य ग्रहणं नास्ति खलु? तर्हि विशेषणता वा विशेष्यता वा इति न भवति. हा, अस्तु. किमर्थमित्युक्ते तत्र घटः साक्षात् अस्ति, अतः हा सत्यं, तेनैव संयोगः जायते. सत्यं, तदेव. अस्तु, अग्रे अपि एवमेव तत् द्वितीय उदाहरणं तदपि वदतु. हा, द्वितीय उदाहरणे अत्र चक्षुसंयुक्तं भूतलं तद्विशेषणता घटे इति एषः. तद्विशेषणता घटे इति नास्ति, चक्षुसंयुक्तं भूतलम् अपि च घटः खलु? द्वयोः अपि तत्र संयुक्त. हा, चक्षुः घटेनापि संयुक्तः अस्ति, चक्षुः भूतलेनापि संयुक्तः अस्ति. चक्षुः घटभूतलयोः यः संयोगः अस्ति तेनापि तत्र संयुक्तसमवेतम् अस्ति खलु? समवेतम् अत्र चक्षुसंयुक्तं भूतलं घटं तर्हि तत्र पुनः अग्रे किं वक्तव्यम्? अभावे इति एषः सन्निकर्षः एवम् एवम् एवं पठतु. चक्षुसंयुक्तं भूतलं चक्षुसंयुक्तः घटः इति एषः सन्निकर्षः ग्राहकः. तर्हि उभयोः ग्राहकः अस्ति, एकः एव सन्निकर्षः. सः सन्निकर्षः कः इति चेत् चक्षुसंयोगः इति एकः ग्राहकः. तदेव प्रत्यक्षकारणानि गृहपाठः इत्यत्र अस्माभिः लिखितं, चक्षुघटसंयोगः इति लिखितमस्ति खलु? अस्तु, अग्रे वदतु महोदय. यदि घटे भूतलं विशेषणविधया प्रकाशते, अर्थात् ज्ञानस्य आकारः भूतले घटः इति. एकनिमिषम्, अत्र किञ्चित् परिष्कृत्य, यदि न इदानीं वदतु, यदि यदि घटे भूतलं विशेषणविधया प्रकाशते, न इदानीं वाक्यमस्ति भूतले घटः इति, तदेव द्वितीयवाक्यमस्ति खलु, भूतले घटाभावः इत्यत्र आम् तदेव अस्ति, अत्रापि तदेव अस्ति खलु, यदि अभावे भूतलं विशेषणविधया प्रकाशते अतः ज्ञानस्य आकारः भूतले घटः इति, तर्हि भूतले घटः इति ज्ञानस्य आकारः अस्ति चेत् सत्यं, यदि घटे भूतलं विशेषणविधया प्रकाशते हा तदेव, अर्थात् ज्ञानस्य आकारः भूतले घटः इति, तदा घटः विशेष्यः इत्यागतम्, तदेव मया लिखितं घटः विशेष्यः, अस्तु हा, तर्हि सन्निकर्षोऽपि स्वसंयुक्तविशेष्यतारूपकल्प्यः इति अस्ति, तर्हि अत्र अत्रापि चक्षुसंयोगः एव, हा चक्षुसंयोगः एव केवलं न विशेष्यता, तर्हि एवमेव भवति, यथा मया लिखितं तथा एव भवति, उभयत्र प्रकारता भूतले, द्वितीय भूतले घटाभावः इति तु अवगच्छामि, भूतले प्रकारता क्षम्यतां भूतले घटः इत्यस्मिन् भूतले प्रकारता घटे विशेषता, केवलं प्रथमभूतलं घटवत् इत्यत्र अत्र चक्षुषा भूतलम् अपि च भूतलेन अपि च घटेन सह संयोगः अस्ति चक्षुः, अतः एव तत्र भ्रमः जातः, तर्हि हा समीचीनवदन घटे विषये इति अस्ति, तर्हि यथा मया लिखितम् उभयत्र भूतलमेव भूतले एव प्रकारता, उभयत्र विशेष्यता घटे एव, उभयत्र संसर्गता संयोगे एव, महोदय हा पेज् नम्बर् 33 मध्ये परिच्छेदः अस्ति, 33 तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते, आकारः इत्यस्य सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः अत्र अस्तु, अत्र घटे एकः प्रभावः वर्तते, संयोगः घटभूतलयोः सम्बन्धः, तत्र का प्रभावः वर्तते, एकं भूतले एका प्रभावः वर्तते, भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं, भूतलं विशेष्यं, तत्र सर्वासां प्रभानां विशेषता इति एका एव यदि संज्ञा तर्हि किं विशेषम् इति न ज्ञायते, अतः तत्र अत्र प्रकारता इति घटे एव अस्ति इति उक्तम् अस्ति, घटः भूतलस्य टर्निङ्ग् महोदय टर्निङ्ग् द मैण्ड् इट्स् अ बिट् ट्रिकि, अस्तु भूतलं घटवत् इत्यत्र अत्र किं लिखितमस्ति इति चेत् प्रकारः घटः अस्ति इति, घटे प्रकारता भूतले विशेष्यता, भूतलं घटवत् तत्र यत् महोदयेन उक्तवान् पूर्वे भूतलं तु ज्ञातमेव, अनन्तरं भूतलं घटवत् इति भवति, तर्हि तत्र किमपि भेदः अस्ति वा इत्युक्ते मम चिन्तनमेवमस्ति महोदय, भूतलं घटवत् घटवत् भूतलम् अनयोः वाक्ययोः मध्ये भेदः अस्ति वा न वा, भूतलं घटवत् घटवत् भूतलम् यथा भवान् उक्तवान् रामः सीतापतिः सीतापतिः रामः इति हा तादृशभेदः अस्ति इति भेदः अस्ति खलु भूतलं घटवत् घटवत् भूतलम् इति यद्यपि वाक्ये सर्वदा घटवत् इत्येव विशेषणं भूतलम् इत्येव विशेष्यं भवति किन्तु अत्र घटल भूतलं घटवत् इत्यत्र उद्देश्यविधेयभावः अस्ति खलु न तु विशेषविशेष्यभावः घटवत् अस्ति परन्तु किं घटवत् अस्ति तर्हि यत्र यत्र यत्र यत्र उद्देश्यविधेयभावः अस्ति तत्र सर्वत्र विशेष्यः अपि च प्रकारः भिद्यते तत्र अस्माभिः किं चिन्तितम् अत्र विशेषविशेषभावः अपि च उद्देश्यविधेयभावः अनयोः मध्ये व्याप्यभावकभावः नास्ति इति निगमितं खलु तत्र किं चिन्तनम् आसीत् किम् आधारीकृत्य अत्र विशेषविशेषभावः यत्र यत्र विशेषविशेषभावः अस्ति तत्र तत्र उद्देश्य अस्तु अत्र नीलो घटः इति स्वीकुर्मः नीलः घटः इति वाक्यम् इति नीलो घटः इति वाक्यम् अत्र उद्देश्यविधेयभावः नास्ति खलु नीलम् उद्दिश्य घटत्वं तस्मिन् न विधीयते अत्र विशेषणविशेषभावः एव अस्ति खलु नीलः इति रूपं घटः इति द्रव्यं नीलविशिष्टद्रव्यं रूपविशिष्टद्रव्यम् इति भवति तर्हि तादृशवाक्येषु विशेषणविशेषभावः अस्ति एव अस्ति न तु उद्देश्यविधेयभावः किन्तु भूतलं घटवत् इत्यादि उन्नतः वृक्षः इत्यादि वाक्येषु तत्र उद्देश्यविधेयभावः अस्ति उन्नतः वृक्षः इत्यत्र वृक्षम् उद्दिश्य तस्मिन् औन्नत्यं विधीयते खलु तदपि तत्र तत्रापि द्वयोः अपि भवितुमर्हति सन्दर्भं दृष्ट्वा एव वक्तुं शक्नुमः खलु सन्दर्भं वदतु अत्र भिन्नसन्दर्भं किं भवति न इत्युक्ते अत्र उन्नतः वृक्षः यदा द्वितीयः अन्यवृक्षः तादृश उन्नतः नास्ति चेत् तत् वृक्षस्य विशेषणं भवति उन्नतः वृक्षः इति वाक्यं रचयतु प्रतिपादयतु एषः वृक्षः अन्यस्य अपेक्षया उन्नतः इति एषः सर्वेषां वृक्षाणाम् अपेक्षया एषः वृक्षः उन्नतः न एषः वृक्षः उन्नतः इति वदति चेत् तत्र उद्देश्यविधेयभावः एव अस्ति तत्र तुलनां न कृत्वा अपि वक्तुं शक्नुमः एषः वृक्षः उन्नतः इति हा तर्हि एषः वृक्षः उन्नतः इति वदति चेत् तत्र उद्देश्यविधेयभावः एव अस्ति तर्हि उन्नतः वृक्षः इत्यत्र विशेषणविशेष्यं कथं भवति यदा केवलं न वा अत्र विशेषणविशेष्यम् इति केवलं यदा व्याकरणं व्याकरणशास्त्रे इत्युक्ते विशेषणस्य अत्र उन्नतः वृक्षः इत्यत्र किमर्थम् उन्नतः इति पुल्लिङ्गे उक्तम् इति चेत् तत्र विशेषणविशेषभावः इत्युक्ते उद्देश्यविधेयभावं उद्देश्यस्य यल्लिङ्गं यद्वचनं यातविभक्तिः तदेव विधेयस्यापि इति वार्तिकं नास्ति खलु इति कृत्वा तत्र सामान्यचिन्तनमस्ति किन्तु यत्र विशेषणविशेषभावः अपि च उद्देश्यविधेयभावः इति वदेम तत्र तु किञ्चित् भेदः करणीयः एव मया अहं किं चिन्तयामि यत्र यत्र उद्देश्यविधेयभावः अस्ति तत्र भिन्नरीत्या वाक्यं न रचयितुं शक्नुमः एव इति इत्युक्ते सन्दर्भं दृष्ट्वा इति यदा भवता उक्तं तादृशं न भवत्येव महोदय अहं चिन्तयामि मेन्शन् देयर् म्यूचुवल् एक्स्क्लूसिव् इति तादृशमस्ति वा म्यूचुवलि एक्स्क्लूसिव् उद्देश्यविधेयभावः तदेव अस्माभिः निगमितं म्यूचुवलि एक्स्क्लूसिव् इति तदेव स्मरामि अस्तु अत्र पश्यतु उन्नतेषु उन्नतेषु वृक्षेषु इति वाक्यं रचयामि उन्नतेषु वृक्षेषु किम् अत्र वाट् वाट् इस् दि संस्कृत इक्विवलेंट् आफ् अ बनियन् ट्री वटवृक्षः अश्वत्थः अस्तु उन्नतेषु वृक्षेषु अश्वत्थः राजा इति वाक्यं मया रचितम् उन्नतेषु वृक्षेषु अश्वत्थः राजा तर्हि इदानीं पश्यतु अत्र उन्नतेषु वृक्षेषु इत्यत्र विशेषणविधे उद्देश्यविधेयभावः नास्ति खलु अत्र विशेषणत्वेन एव मया स्वीकृतम् उन्नतेषु वृक्षेषु अश्वत्थः राजा अमङ्ग्स्ट् दि टाल् ट्रीस् अश्वत्थ इस् द किङ्ग् तत्र तु विशेषणविशेष्यभावत्वेन एव मया स्वीकृतम् तर्हि प्रायः प्रथमाविभक्त्यां भवति चेत् एव अत्र उद्देश्यविधेयभावः इति वक्तुं शक्यते नो चेत् अत्र उद्देश्यविधेयभावः सत्यम् यत्र यत्र वाक्यं प्रथमाविभक्त्यां भवति अपि च द्वितीयपदेन विशेषणम् एव वर्णितं भवति तत्र उद्देश्यविधेयभावः पश्यतु नीलो घटः इति स्वीकुर्मः नीलः घटः अत्र उभौ अपि उभे अपि पदे प्रथमाविभक्त्याम् अस्ति किन्तु नीलः इत्युक्ते नीलः इत्यस्य अर्थः कः इति चेत् रूपं न तु घटः इति कृत्वा नीलोघटः न नीलोघटः इति भवति वा तत्रैव किञ्चित् क्लेशः अस्ति मम नीलः प्रायः नीलः इत्यनेन घटस्यापि वर्णनं कर्तुं शक्यते इति भाति मम तत्र महोदयस्य करिपत्रम् अस्ति अस्मिन्नेव विषये उद्देश्यविधेयभावः इति भवतु किन्तु इदानीं किञ्चित् विषयान्तरं जायमानमस्ति अस्माकं लक्ष्यं किम् अत्र भूतलं घटवत् इत्यत्र प्रकारः कः विशेष्यः कः इति वक्तव्यं तदेव खलु महोदय अत्र मया चिन्तितं भूतलं घटवत् इति एकवाक्यं घटः भूतलवत् भूतलवान् इति द्वितीयवाक्यं यदा वयम् एते द्वे स्वीकुर्मः एकनिमिषं घटः भूतलवान् इति वाक्यं भवति वा No, assuming, this is just technical mode, not that it really can happen. I'm just saying anything. For example, it could be ghataha patavan, pataha ghatavan. So either way, when we interchange the two things, it's all I'm saying. Sadhashu udaharanam svikaroto. Ghataha patavan, pataha ghatavan. Haa. Yada vayam etadrishya vakyana svikurmaha tarhi prathama vakye prakarata ghataha patavan iti vakye विशेष्यता घटे भवति प्रकारता पटे एव भवति द्वितीयवाक्ये एव भिन्नरीत्या भवति परन्तु एतादृश उदाहरणे यदा वयं वदामः डोण्ट् रश् प्रतिपादयतु कथम् इति एवं भवती एवमेव वदति चेत् भवत्याः मनसि किं जायते इति कथमहं जानामि सेम् टेम्प्लेट् महोदय घटे घटे घटे एव विशेषता अस्ति तस्मिन् उपरि पटः अस्ति तस्मिन्नेव प्रकारता भवति अतः त्रिविधा अस्ति किल महोदय त्री टैप्स् आफ़् ज्ञान इस् देर् नो महोदय त्री थिङ्ग्स् विच् आर् रिफ्लेक्टेड् बै द ज्ञान इस् देर् नो सो द पट इस् दि आब्जेक्ट् आफ़् द ज्ञान दि सब्जेक्ट् आफ़् द ज्ञान इस् नो नाट् दि आब्जेक्ट् आफ़् द ज्ञान सारी दि पट इस् द विशिष्ट द प्रकारता आफ़् द ज्ञान देट् विच् डिस्टिङ्ग्विशस् एण्ड् देट् विच् इस् एन् एब्जेक्टिव् फार् द ज्ञान and the visheshata for the gnana is the ghata only in the prathama vakyam that is why it is saprakaraka and if you, and to back that up if you see page number 169 there is a same saprakara gnana prabhedaha visheshta gnana nirupanartham chatchitram api asti bhutale visheshata ghate prakarata iti atra vakyam kim iti prathamam vadatu vakyam aha vakyam asti You are having something in your mind which you are not telling and you are expecting us to understand. Vakyam pratham. No, same thing. Vakyam, Vakyam kim? Kim? Vakyam kim? Kupaya vadit. Agami mohat vadam. Tatra adho vishishta jnanam. Ghata nishta prakarata nirupita bhutala nishta visheshata nirupakam jnanam bhutalam katavat iti. Iti sakshat vakyam dattam asti atra. Atra iti. Page number 169. चित्रमपि अस्ति अत्र चित्रसङ्ख्या 120 अस्तु वदतु इदानीं वदतु सेम् वाक्यं घटनिष्ठप्रकारता अस्ति घटे प्रकारता भूतनिष्ठविशेषता तद्विरूपज्ञानं भूतलं घटवत् इति तर्हि एतदेव ज्ञानं यदि भूतले घटः इति अस्ति तत्र किं भवति तदेव भवति केवलं द्वयोः मध्ये यः संसर्गः अस्ति तस्मिन् भेदः भवति एकः तु विशेषणतासम्बन्धः भवति द्वितीयं तु विशेष्यतासम्बन्धः भवति तदेव अत्र अत्रैव प्रश्नः अस्ति विशेष्यविशेष्यभावसम्बन्धः केवलम् अभावस्थले विशेष्यविशेष्य विशेषणसन्निकर्षः केवलम् अभावस्थले एव स्वीकुर्मः हा अभावविषये अहं वदामि महोदय यु आर् आस्किङ्ग् फार् द नार्मल् घटः भूतलवान् एण्ड् घटे सोरि भूतलः घटवान् एण्ड् भूतले घटः वा येस् दट् इस् वाट् यु जस्ट् रेड् भूतलं घटवत् तर्हि मम प्रश्नः भूतले घटः ओके okay understood mahodaya there is no significant difference in the gnana this one the vakyam only has a difference the prathama vakyam is visheshana vishesha bhavah base the second vakyam is adhara adaya bhavah base that is my understanding there is no difference in the gnana akara only in abhava sthali there is a difference okay evam chintayam adhara adaya bhavah asti it is tatra तर्हि किञ्चित् सावधानतया प्रतिपादयति वा भूतलं घटवत् इत्यत्र प्रकारता घटे विशेष्यता भूतले इति चित्रे दत्तं भूतले घटः इत्यत्रापि प्रकारता घटे भूतले विशेष्यता इति वदति वा आम् तत् कथम् इति न बुद्धं मया भूतले घटः एव वि आल्वेस् कीप् सीन् दट् ओमेग महोदय एस् अवर् example for gnana there also the adhara the basis for the gnana is the bhutala that which distinguishes no, and gives the adjective for what do you mean by basis for gnana the visheshya gnanasya visheyah iti prakarata okay if you go back to that same page number 33 it is clearly explained mahodaya what is the visheyah for the gnanam and what is the visheyata for the gnanam what is you tell me what is explained in page 33 What is explained in page 33, if I tell in my own words, will be the three components of jnana. That which is substratum of the jnana, which is the visheshya. Wait. Go a little slowly. Component means what? What is your understanding of the word component? When a light of jnana falls on an object, three things are illuminated. So those three things are the components of jnana. No, don't say components. These are the three things, objects of knowledge. What is given in page 33 is, in each jnana, there are three objects of knowledge. Yes, Mohdya. Vishayata is divided into three parts. Yes, Mohdya. Vishayaha is divided into three parts. Vishayata nasti. Oh, okay. In Vishayaha, jnanasya vishayaha bhavati. Sat jnanam sarvadasa vishayakam. तर्हि ज्ञानस्य ज्ञानं विषयं विना यदा कदापि ज्ञानं न भवति तर्हि स च विषयः त्रिधा विभक्तः एकः तु विशेष्यः द्वितीयः तु प्रकारः तृतीयः तु तयोः मध्ये सम्बन्धः सो देर् आर् त्री आब्जेक्ट्स् आफ् नालेज् इन् एव्रि नालेज् अयं घटः इत्यस्मिन् ज्ञाने घटत्वे प्रकारता घटे विशेष्यता तयोः मध्ये यः समवायः सम्बन्धः अस्ति तत्र संसर्गता भूतलं घटवत् इत्यस्मिन् ज्ञाने घटे प्रकारता इति पुस्तके दत्तं तदाधारीकृत्य अहं वदामि तत्र मम सन्देहः अस्ति भवतु भूतलं घटवत् इत्यस्मिन् ज्ञाने घटे प्रकारता भूतले विशेष्यता तयोः मध्ये यः संयोगसम्बन्धः अस्ति तत्र संसर्गता इति विषयत्रयं भवति सर्वत्र किन्तु इदानीं तस्मादुपरि अहं चिन्तयामि भूतलं घटवत् इत्यस्मिन् वाक्ये आशयः कः इत्युक्ते किं बोद्धुम् इच्छामि अहं भूतलं बोद्धुम् इच्छामि वा भूतलं घटवत् इति बोद्धुम् इच्छामि वा विशिष्टज्ञानं बोद्धुम् इच्छामि अतः भूतलं कथमस्ति इति ज्ञानमेव अतः आधारभूतलमेव भवेत् घटः न अतः एव विशेषता भूतले अस्ति भूतला नाट् घट द घट ओन्लि द विशिष्ट विशिष्टज्ञानं बोद्धुम् इच्छामि इत्युक्ते भवती वदति सर्वदा विशेष्यस्य वाक्ये यद्विशेष्यम् अस्ति तस्य एव ज्ञानं भवति इति तदेव ज्ञाने तस्मिन्नेव ज्ञानं विशेष्यतासम्बन्धेन भवति इति भवती वक्तुमिच्छति परन्तु तत्र भूतले घटः इत्यत्र घटः अपि विशेष्यं भवितुम् अर्हति एकनिमिषं तदेव भूतले घटः इत्यत्र विशेषणविशेषभावः अस्ति वा न वा नास्ति एकनिमिषं महोदय वर्षा भगिनी वदतु भूतले घटः इत्यत्र विशेषणविशेषभावः अस्ति वा नास्ति तर्हि अत्र विशेष्यता कुत्र भवति भूतले आधारः इति कृत्वा अत्रापि ज्ञानस्य प्रकारकः घटे एव अस्ति इति भवती वदति तर्हि भवत्याः आशयः एवमस्ति सर्वत्र आधारे एव विशेष्यः विशेष्यता भवति इति इफ् वि टेक् ज्ञानं न भवितुम् अर्हति इति चिन्तनीयम् इति मया चिन्तितं महोदय भूतलं विना ज्ञानमेव न भवति घटं विना तु ज्ञानं भवति एव ऐ केन् आल्वेस् से भूतलः पठवत् इस् घटवत् बट् द आब्जेक्ट् द डिसैर् इस् टु नो द भूतल नाट् द घट दट् इस् वै विशेषता इस् इन् द भूतल नो तादृशं नास्ति अस्तु अत्र मम प्रश्नः अस्ति एकनिमिषं मेल् महोदय क्षम्यतां घटः आनयतु घटम् आनयतु इति मया उक्तम् किं घटं मया आनेतव्यम् इति चेत् भूतले यः घटः अस्ति तम् आनयतु इति अहं वदामि चेत् इदानीं घटस्य ज्ञानं प्राप्तं वा भूतलस्य ज्ञानं प्राप्तं वा भवत्या? दिस् इस् लैक् सेङ्ग् घटः भूतलवान्, सो यु हव् चेञ्ज् द पाराडैम्। इफ् यु कीप् द भूतल एस् अ थिंग्, नो नो नो, आई हव् नाट् चेञ्ज् द पाराडैम्, आई हव् नाट् चेञ्ज् यु। सी वर्षा भगिनी, यु हव् टु डू वन् थिङ्ग् फार् मी, यु आर् मेकिङ्ग् अ स्टेट्मेण्ट् वितौट् एक्स्प्लेनिङ्ग्। यु आर् सेङ्ग् ऐ हव् चेञ्ज् द पाराडैम्, प्लीस् एक्स्प्लेन् हौ ऐ हव् चेञ्ज् द पाराडैम्। If you say what is on top of what, and then you tell what is on top of the other, I am asking what is on top of what. I asked you to bring a ghata. You are asking me where is the ghata. I am saying bhutale ghata. Ha Mahodaya, in that knowledge the substratum is in the ghata only, the visheshata is in the ghata, but that is a different knowledge. If you are asking where is the bhutala, then you say ghatavan bhutala, then you are talking about that bhutala which is vishishta by the ghata. You can also say bhutala patavan, then that knowledge of the bhutala which is vishishta by the pata. So that knowledge of bhutala is essential. Oh my god, please stick to one jnana, bhutale ghatah iti jnanam aham chintayan asmi. Don't go to another example. The reason why I went to the other example was to show that bhutala is essential for that jnana. Which jnana now? Bhutala ghatavat. Bhutala ghatavat. See, that is why I am saying, you are discussing a jnana which I am not. Bhutale ghataha iti jnanasya vishaya kripaya chintayatu. Don't go beyond that. भूतले घटः इत्यत्र विशेषणविशेषभावः अस्ति वा? न। अस्तु, तर्हि अस्मिन् ज्ञाने विशेष्यता भवत्याः अवगमनम् अनुसृत्य कुत्र अस्ति? यः आधारः अस्ति तस्मिन् अस्ति इत्युक्ते भूतले अस्ति। किमर्थं ज्ञानम्? कस्य विषये ज्ञानम् इदानीं? भूतले घटः इत्यत्र कस्य विषये ज्ञानम्? भूतले घटः, अत्र भूतलस्य ज्ञानं, घटस्य ज्ञानं, घटस्य ज्ञानं किमर्थम् इत्युक्ते मस्तके अपि घटः भवितुमर्हति, उत्पीठिकायामपि भवितुमर्हति, अत्र यः घटः भूतले अस्ति तस्य ज्ञानम्, अतः घटस्य ज्ञानमेव न तु भूतलस्य ज्ञानम्। See, do you see, Varsha Bhagini, where the problem is? Okay. All of us are thinking ghatay jnanam, ghatasya jnanam. You are thinking in your head bhutalasya jnanam. So you have to explain, why is bhutalam bhutalasya jnanam? I understood your mistake. Bhutale ghata, if you say, then you are talking about where is the ghata, and therefore ghata becomes a visheshya for that jnanam, you say. Okay. That is the primary jnanam. You see, that is the, and bhutalam, यदि भूतलं भूतले घटः इति अनुक्त्वा गगभुगे घटः इति अहं यदि वदामि, तर्हि गगभुग इत्युक्ते किम् इति यावत् न जानाति घटस्य ज्ञानं न प्राप्नोति खलु? तर्हि विशेषणं भवति अत्र, भूतलम् इति विशेषणं भवति, भूतलं ज्ञात्वा एव भूतले घटः इति ज्ञानस्य इति वाक्यस्य ज्ञानं प्राप्तुम् अर्हति। So there is, but again, you know, if I have to argue on behalf of Varsha Bhagini now, because when she said this, there is something that came into my head. Bhutale ghataha atra maya prishtam kasya jnanam viti vasutaha pratyekam jnane traya vishayaha bhavanti kalu. Tarhi traya vishayaha bhavanti eva. Bhutale ghataha ityatra api विषयत्रयमस्ति, तर्हि कस्य ज्ञानम् इति मया प्रायः न पृष्टव्यं, केषां ज्ञानम् इति पृष्टव्यं। किमर्थम् इत्युक्ते प्रत्येकं ज्ञाने विषयत्रयमस्ति, तर्हि भूतले घटः इत्यत्र भूतलस्यापि ज्ञानं भवेत्, भूतले अपि ज्ञानमस्ति, घटे अपि ज्ञानमस्ति, तयोः मध्ये यः संसर्गः अस्ति तत्रापि ज्ञानमस्ति इति कृत्वा तर्हि इदानीं निर्णेतव्यम् अस्ति अत्र भूतलं घटः संयोगः अनयोः मध्ये अत्र कः विशेष्यः इति, संसर्गः कः इति तत्र क्लेशः एव नास्ति, संयोगे एव संसर्गः भवति, किन्तु इदानीं प्रकारः कः विशेष्यः कः इति निर्णेतव्यं. तत्र यदि वयं वर्षाभगिन्याः उपायं स्वीकुर्मः, सा किम् उक्तवती, सर्वदा आधारः यदस्ति तदेव विशेष्यः भवति. भूतले घटः इत्यस्मिन् वाक्ये कस्य ज्ञानम् इति चेत् भूतलस्यापि ज्ञानमस्ति, घटस्यापि ज्ञानमस्ति, किन्तु विशेष्यः कः इति चेत् आधारः एव विशेष्यः इति स्वीकुर्मश्चेत् तर्हि विशेष्यः कः इति निर्णेतुम् आधारः उपायत्वेन, कः आधारः इति पश्यामश्चेत् तदेव विशेष्यः भवति इति स्वीकुर्मः केवलं चिन्तनार्थं, तदनन्तरं परिशीलयामः. अस्तु, भूतले घटः इत्यत्र आधारः अस्ति भूतलं, तर्हि तत्र विशेष्यः, तत्र विशेष्यता, घटे प्रकारता इति स्वीकुर्मश्चेत् क्लेशः नास्ति खलु. अग्रे इदानीं भूतलं घटवत् इति ज्ञानं स्वीकुर्मः. भूतलं घटः घटवत् इत्यत्रापि ज्ञानस्य विषयः त्रयः अस्ति, किं भूतलम् इति एकं, घटः इति द्वितीयं, तयोः मध्ये संयोगसम्बन्धः यदस्ति तेन सम्बन्धेन तत्सम्बन्धम् आधारीकृत्य अत्र मधुप्रत्ययः प्रयुक्तः अस्ति. भवतु, अत्रापि आधारः कः इति चेत् भूतलमेव आधारः भवति. किमर्थमित्युक्ते भूतलमेव घटवत् अस्ति इति कृत्वा. तर्हि अत्रापि भूतले विशेष्यता भवति, घटे प्रकारता भवति, संसर्गे संयोगे संसर्गता भवति. सो वी केन् कम्प्लीट्लि चेञ्ज् नौ ऐ हेव् टेकन् आधार अद्य विशेष्य. अस्तु, तर्हि एतत् स्वीकृत्य अत्र अन्यत् वदतु. अत्र पेज् नम्बर् 133 तत्र तदेव उक्तमस्ति. 133 पठतु. तत्र चित्रमस्ति, तत्र भूतलं तयोः घटः इति, तत्र भूतले आधारता स्वीकृतमस्ति, घटे आधेयता स्वीकृतम् आधेयता अस्ति इति कृत्वा तत्र आधेयताया तत्र प्रकारता अस्ति, आधारतायां तत्र विशेषता. अस्तु भवतु, तर्हि एतावत्पर्यन्तं यदि आधारः एव सर्वदा विशेष्यः भवति इति स्वीकुर्मः, अत्र भूतलं घटवत् इत्यत्र भूतले घटः इति उभयोः अत्र प्रकारता अत्र परिवर्तयिष्यामि, घटः एव एकनिमिषम् अस्तु, तर्हि इदानीं परिवर्तितं, विशेष्यता भूतले एव भवति उभयत्र, घटे एव प्रकारता भवति उभयत्र. तर्कं किम् इति चेत् यः आधारः अस्ति तत्रैव विशेष्यता भवति इति. अस्तु, इदानीम् अभावस्थले चिन्तयामि. एतदेव तर्कं स्वीकृत्य अभावस्थले भूतलं घट अभाववान् इति चिन्तयामि. तर्हि अत्र प्रतिपादयतु वर्षाभगिनी, भूतलं घट अभाववान् महोदय. अत्र अत्रापि आधारः भूतले अस्ति, भूतलः एव विशेष्यः भवति ज्ञानस्य. च प्रकारता घट अभाववत्वे अस्ति, द्वयोः मध्ये घटाभावे, घटाभाववत्वे इति नास्ति, घटाभावे साक्षात् घटाभावे प्रकारता अस्ति, अभावे प्रकारता अस्ति, द्वयोः मध्ये विशेषणता सम्बन्धः अस्ति. कीदृशसप्रकारकज्ञानम् इत्युक्ते विशिष्टप्रकारकज्ञानमेव, सामान्यविशिष्ट. भूतलं विशेष्यः अस्ति, घटाभावः प्रकारः अस्ति, तयोः मध्ये संसर्गः कः विशेषणतासम्बन्धः न स्वरूपसम्बन्धः अस्ति खलु तयोः मध्ये घटाभावः अपि च भूतलम् आम् महोदय दैशिकविशेषणता इति न न एकनिमिषम् अत्र प्रकारः घटप्रागभा घटाभावः भूतले स्वरूपसम्बन्धेन वर्तते किन्तु अत्र घटाभावः स्वरूपसम्बन्धेन भूतले वर्तते इति कीदृशसन्निकर्षः अस्ति अत्र महोदय तत्र उदाहरणं यत् कपालः घटप्रागभाववान् इति अस्ति प्रायः इदानीम् अस्माकम् उदाहरणम् अत्यन्ताभावस्य इति भवति अहं चिन्तयामि अस्तु भवतु तत्र तत्र स्थापयामि तत्र प्रकृतं यद्विषयमस्ति अत्यन्ताभावः इति स्वीकरोमि इदानीं परिवर्तितं घटाभावः स्वरूपसम्बन्धेन भूतले वर्तते तर्हि इदानीं ज्ञानस्य आकारं द्विधा भवति खलु भूतलं घट अभाववान् घटाभाववत् इति एकं ज्ञानं भूतले घटाभावः इति द्वितीयं ज्ञानं तर्हि यथा भवत्या उक्तम् उभयत्र एकमेव विशेषः उभयत्र भूतलमेव भवति तदेव आधारः अस्ति इति कृत्वा उभयत्र स्वरूपसम्बन्धः एव भवति संसर्गः स्वरूपसम्बन्धः एव भवति उभयत्र घटाभावः एव अस्तु तर्हि अत्र सन्निकर्षः वक्तव्यः संयुक्तविशेषणतासम्बन्धः प्रथमं द्वितीयं संयुक्तविशेष्यतासम्बन्धः अस्ति अस्तु संयुक्त संयुक्तविशेषणता इति वा प्रथमम् आं महोदय चक्षु भूतले संयोगः अस्ति घटाभावे भूतले विशेषणता सन्निकर्षेण वर्तते अतः संयुक्तविशेषणता पुनः वदतु चक्षु भूतले मध्ये संयोगः अतः एव संयुक्तपदं घटाभावः भूतले स्वरूपसम्बन्धेन इत्युक्ते विशेषणता अतः स्वसंयुक्तविशेषणता संयुक्तविशेषणता इत्येव समीचीनम् तर्हि इदानीं द्वितीयवाक्ये द्वितीयवाक्ये भूतले घटाभावः इति स्वीकुर्मश्चेत् अत्र आधारादेयभावः अस्ति अतः चक्षुः भूतले मध्ये संयोगः संयुक्त इति भवति अत्र घट अभावः भूतले अस्ति इति विशेष्यता सम्बन्धेन अस्ति अतः संयुक्तविशेष्यता इति भवति अत्र विशेष्यता इति कथम् आगतम् अत्र आक्चुलि अतः एव ऐ आल्सो हाव् अ स्माल् डौट् महोदय बट् इट् इस् गिवन् लैक् दिस् इन् द बुक् that it is so page 176 have like that chakshu sayuktam bhutalam tad visheshanata abhave iti esha sannikasha raga yadi abhave bhutalam visheshana vidhaya prakashate arthat ज्ञानस्य आकारः भूतले घटाभावः तदेव चिन्तयन् यदि अभावे भूतलं विशेषणविधया भासते तर्हि अत्र भूतले घटाभावः इत्यत्र अभावः विशेष्यः अस्ति भूतलं विशेषणम् अस्ति किमर्थम् इत्युक्ते अत्र घटाभावः इति एव ज्ञानम् स च अभावः कुत्र अस्ति इति चेत् भूतले अस्ति तर्हि कस्य अत्र प्रमुख्य प्रमुखज्ञानं कस्मिन् विषये इति चेत् घटाभावे अस्ति, किन्तु अत्रापि न, यदि अभावे भूतलं विशेषणविधया प्रकाशते अर्थात् ज्ञानस्य आकरः भूतले घटाभावः इति, तदा अभावः विशेष्यः इति आगतम्। भूतलं विशेषणविधया भासते, सत्यं, तर्हि भूतलं विशेषणम् अस्ति, घटाभावः विशेष्यम् अस्ति भूतले घटाभावः इत्यत्र। भूतलं घटाभाववत् इत्यत्र घटाभावः विशेषणम् अस्ति, भूतलं विशेष्यमस्ति इति कृत्वा अत्र विशेषणता इति उक्तम्। अत्र तु भूतलं घटाभावः इत्यत्र भूतलं विशेषणम् अस्ति, घटाभावः विशेष्यमस्ति। यद्यपि वाक्ये विशेषणविशेष्यभावः नास्ति, तथापि अर्थः एवमेव भवति इति कृत्वा अत्र संयुक्तविशेष्यतासम्बन्धेन संयुक्तविशेष्यतासम्बन्धः एव सन्निकर्षः इति। अस्तु, तर्हि अत्रापि समीचीनतया सङ्गच्छते खलु यद् अस्माभिः निर्णीतम्, आधारः आधारे एव विशेष्यता भवति इति। न महोदय, अत्र भूतलम् इति आधारः अस्ति चेत् कथं भवति? भूतलमेव आधारः अस्ति खलु, भूतले एव घटाभावः खलु, तर्हि भूतले विशेष्यता इति खलु? तद् मया लिखितं भूतले विशेष्यता। हा, परन्तु अत्र भूतले घटाभावः इति उदाहरणे अभावः विशेष्यः इति आगतम् इति लिखितमस्ति पेज् नम्बर् 176, तदेव वयं पठितवन्तः खलु अत्र, अतः एव केवलम् आधार एव न। भूतलं घटाभाववत् इति आकारकज्ञानज्ञाने किं लिखितं? न, तत् नास्ति, भूतले घटाभावः इति तदा अभावः विशेष्यः इति आगतम् इति लिखितम्, रैट् अबौट् द चित्रसङ्ख्या 128, तदा अभावः विशेष्यः, अतः एव अत्र केवलम् आधारः यः अस्ति तदेव विशेष्येन स्वीकृतम् इति नास्ति, अतः एव अत्र पूर्वे यद्वयं चर्चितवन्तः तत्र कप अत्र भूतले घटः इति उदाहरणे कीदृशः घटः, तर्हि यः घटः भूतले अस्ति स एव घटः, अतः घटस्य ज्ञानं भवति न तु भूतलस्य, अतः एव तत्र घटः विशेष्यं भवति, भूतलं भूतलं प्रकारः भवति। इति मम चिन्तनमस्ति। अस्तु, अत्र तदा अभावः विशेष्यः इति लिखितं खलु, तत्र विशेष्यः इति वाक्ये विशेष्यः वा ज्ञानस्य विशेष्यः वा? मम इति ज्ञानस्य विशेष्य एव इति तत्र लिखितमस्ति। यदि अभावे भूतलं विशेषणविधया प्रकाशते अर्थात् ज्ञानस्य आकारः भूतले अभावः इति, तदा ज्ञानस्य विशेष्यः इति एव पठनीयं खलु? तर्हि अत्र व्यतिरेकः जातः। केवलम् अत्र भूतले घटः इति उदाहरणे केवलं भ्रमः एतदेव भवति, कीदृशः घटः न तु कीदृशभूतलम् इति, यदा भूतलं घटवत् इति वदामः चेत् कीदृशभूतलं घटवत् भूतलम्, अतः एव घटे प्रकारता भूतले विशेषता, परन्तु भूतले घटः इति उदाहरणे कीदृशः घटः यः घटः भूतले अस्ति सः घटः, अतः एव घटे विशेष्यता भूतले प्रकारता इति। किन्तु पुस्तके तादृशं न लिखितं खलु? पुस्तके लिखितमस्ति, तादृशमेव लिखितमस्ति। न, तादृशं नास्ति खलु। कुत्र? भूतलं घटवत्, भूतलं घटवत् इत्यत्र प्रकारता घटे भूतले विशेष्यता, तदेव अहं भूतले घटः इत्यत्र चित्रं न निर्मितं वा? न निर्मितं एकनिमिषम्, अत्र 133rd पेज् मध्ये तत्र किं कीदृशभूतलं, तर्हि घटवत् भूतलम्, अतः घटे प्रकारता भूतले विशेष्यता, तदेव अस्ति, भूतले घटः इत्यत्र विपरीतरीत्या भवति तावदेव। एकनिमिषम्, अत्र पेज् 133 मध्ये चित्रम् अस्ति खलु? आम् आम् आम्, तत्र ज्ञानस्य आकारः दत्तं वा? इह उदाहरणे स्वभावसिद्धा रजते अधिकरणता, तत्रैव ज्ञाननिरूपितविशेषता अस्ति. यश्च तयोः सम्बन्धः समवायः तत्रैव रजत्वे अधेयता अस्ति इति. द्वितीय उदाहरणे अधेयताप्रकारतयोः सम्बन्धः तत्र तत्रापि तदेव अस्ति खलु, घटे प्रकारता भूतले विशेषता इति अस्ति. तर्हि अत्र ज्ञानस्य आकारः न दत्तम्. आं दत्तं दत्तं महोदय. तत्र चित्रसङ्ख्या 101 इत्यस्य अधोभागे द्वितीयपङ्क्तौ अस्ति भूतलं घटवत् इति ज्ञानं भवति प्रमा. कुत्र अस्ति महोदय? सेकेण्ड् लैन् आफ्टर् चित्रसङ्ख्या 101 द्वितीयोदाहरणे अपि आधीयता भूतलं घटवत् भूतलं घटवत् इति एव अस्ति. भूतले घटः इत्यस्य चित्रं कुत्रापि दत्तं वा? इत्यस्य चित्रं न दत्तं, न दत्तम्. एकनिमिषम्, तत् 33rd पेज् मध्ये अस्ति खलु, तत्रापि भूतलं घटः भूतले घटः इति उदाहरणं चित्रेण नास्ति, परन्तु अत्र भूतले घटाभावः इति उदाहरणं यदा वयं पश्यामः तत्र 176 मध्ये, तत्र अभावः इति विशेष्यः आगतम् इति लिखितम्. अस्तु, तर्हि पुस्तके यत्र कुत्रापि भूतले घटः इत्यस्य चित्रं न दत्तं? न, भूतले घटाभावः इत्यस्य एव दत्तं. न, भूतलं घटवत् इत्यस्यैव चित्रं दत्तम्. इत्यस्य अपि दत्तं खलु. केवलं भूतले घटः इति ज्ञानस्य आकारः यदस्ति तस्य चित्रं पुस्तकेन दत्तं वा न वा? न दत्तं खलु. तर्हि यद् अस्माभिः पूर्वं निश्चितं तदेव समीचीनम् इति भाति. केवलम् एतदेव अस्ति आधारः इति एव विशेष्यम् इति सर्वदा न स्वीकरणीयम् इति अहं मन्ये. कीदृशः ज्ञानम् अस्ति इति प्रथमं द्रष्टव्यम्. अत्र भूतलं घटवत् इत्यत्र कीदृशभूतलम् इति एव ज्ञानस्य अत्र इति एव प्रश्नः करोति चेत् भूतलम् इति विशेष्यं भवति, घटः इति प्रकारः भवति. यदा भूतले इति सामान्यमेव, केवलं भ्रमः कुत्र भवति? तर्हि भूतले घटः इति ज्ञाने तस्य चित्रं कुत्रापि न दत्तम्, अतः एव भ्रमः जायते. परन्तु भूतले अस्तु, तर्हि एवं निगमनं करोमि यथा पूर्वमया निगमितं. पुनः वदामि, यदि वाक्ये विशेषणविशेषभावः अस्ति इत्युक्ते तत्र उद्देश्यविधेयभावः वा इति त्यजेम. इदानीं तत्रैव किञ्चित् भ्रमः जातः. विशेषणविशेषभावः अस्ति चेत् भूतलं घटवत् इत्यस्मिन् वाक्ये विशेषणविशेषभावः अस्ति खलु. तर्हि तत्र घटवत् इत्येव विशेषणं भवति, भूतलमिति विशेष्यं भवति. तर्हि तादृशसन्दर्भे यत्र यत्र विशेषणविशेषभावः वाक्ये अस्ति तादृशसन्दर्भे विशेषणे यदुक्तमस्ति स च विशेषणं घटवत् इति भवतु, घट अभाववत् इति भवतु, तर्हि विशेषणे प्रकारता भवति. किन्तु वाक्ये यदि विशेषणविशेषभावः नास्ति इत्युक्ते भूतले घटः नो चेत् भूतले घट अभावः इति वाक्ये विशेषणविशेषभावः नास्ति, तर्हि प्रथमाविभक्त्यां यदुक्तमस्ति तदेव विशेष्यः भवति ज्ञानस्य. ज्ञानं विशेष्यतासम्बन्धेन प्रथमाविभक्त्यां यदुक्तं तत्र भवति, प्रकारतासम्बन्धेन अन्यत्र भवति. तत् सरलतया ज्ञातुं शक्नुमः. समीचीनम्. इति स्वीकुर्मश्चेत् क्लेशः न भवति. वर्षा भगिनी, किम् हां महोदय, इट्स् सीम्स् टु बी करेक्ट् व्हाटेवर योर कन्क्लूशन् दट् आधारा विल् आल्वेस् बी वेर् आधारा विल् आल्वेस् बि द विशेष्य इस् नाट् इस् हेस् बीन् डिस्प्रूव्ड् इन् दिस् पेज् 176. सो लेट् अस् कन्क्लूड् लैक् दिस् दट् इन् अ वाक्य where there is, where both the padas are in prathama vibhakti there. Whatever is Visheshanam, that is where, that will be the Prakaraha. And whatever is Visheshyam will be the Visheshyaha. But where in a Vakya there is no Visheshana Visheshya Bhavaha, there what is in Prathama Vibhakti will be the Visheshya, and what is in any other Vibhakti will be Visheshana. Any other Vibhakti, tatra evam aham vadami. इत्युक्ते अत्र भिन्न भिन्न आकारं स्वीकृत्य वक्तुम् इच्छामि. इत्युक्ते द्वितीयविभक्तिः वा तृतीयविभक्तिः वा. बाणेन हतः, बाणेन हतः रावणः इति वाक्यं स्वीकुर्मश्चेत् तत्र बाणेन रामः अस्तु, अत्र तु इदानीं रावणः हतः इत्यत्र इति अनयोः मध्ये विशेषविशेषभावः अस्ति. सो तर्हि बाणेन रामः हतः, रावणः हतः इति अस्तु, निमिषद्वयमस्ति. तर्हि अत्र केवलम् एतद्वाक्यं स्वीकृत्य बाणेन रावणः हतः इति कीदृश सप्रकारकज्ञानम् इत्युक्ते षट् प्रभेदाः सन्ति खलु. अत्र सामान्यविशिष्टज्ञानं नास्ति. किमर्थम् इत्युक्ते अत्र बाणम् अपि ज्ञानस्य विषयः अस्ति, हतः इत्यपि ज्ञानस्य विषयः अस्ति, रावणः अपि ज्ञानस्य विषयः अस्ति. तर्हि विषयत्रयं वर्तते. तर्हि सामान्यविशिष्टज्ञानम् अत्र न भवति, संशयः नास्ति, समुच्चयः अपि नास्ति खलु. समुच्चयः विरोधः नास्ति तत्र, विरोधः नास्ति खलु. तर्हि समुच्चयः अपि नास्ति. एकत्र द्वयम्, एकत्र बहु इति भाति. एकत्र बहु इति कीदृशं घटः रूपरसवान् इति अस्ति. तर्हि एकः इति घटः, घटे रूपमस्ति अपि अस्ति, रसमपि अस्ति इति तादृशज्ञानं भवति चेत् एकत्र बहुः बहु. किन्तु बाणेन रावणः हतः इत्यत्र एकः एव अधिकरणम् इति नास्ति खलु. विशेष्यता रावणे अस्ति, प्रकारता हतः अपि च बाणः इति अस्ति अतः इति अहं मन्ये. न, अत्र यदि बाणः रावणे अस्ति तर्हि बाणः रावणे अस्ति इति कृत्वा वदति वा? हा इति अस्तु, चिन्तयेम, भवितुम् अर्हति इति स्वीकुर्मः. अस्तु, तदनन्तरं समूह आलम्बनं, वायुः स्पर्शवान् घटः रूपवान् इत्युक्ते अत्र भिन्नभिन्न आधारादयः अस्ति खलु. वायुः स्पर्शवान् घटः रूपवान् इति आधारद्वयमस्ति, तत्रैव समूह आलम्बनम् इति भवति. अपि च बहुत्र एकं, तर्हि समूह आलम्बनम् इति भवति वा अत्र? बाणः कुत्र अस्ति? रावणे अस्ति. अपि च सः एव हतः इति कृत्वा बाणेन रावणः हतः इत्यत्र प्रायः एकत्र बहु, समूह आलम्बनं तत्र न भवति. अपि च बहुत्र एकं भवति वा? क्षितिपातसि रसवती इति अस्ति, इत्युक्ते आधारद्वयमस्ति, आदेयः एकः. तादृशं नास्ति बाणेन रावणः हतः इति ज्ञानं, प्रायः एकत्र बहु. एकत्र बहु इत्युक्ते तत्र रावणे किम् अस्ति? बाणः अस्ति, अन्यं किम् अस्ति? तत्र तत्र हतः इति उक्तं खलु, हतः इत्युक्ते सः एव हतः, रावणे एव अस्ति. इत्यत्रापि भूतलं घटवत् इत्यपि, घटवत् इत्युक्ते भूतलमेव खलु. तु घटः तु तत्र आदे आधारभावः अस्ति खलु, तदपि अस्ति भवतु, किन्तु अत्रापि हतः इत्यनेन डेड्, तर्हि डेड् कुत्र अस्ति? डेड्नेस् कुत्र अस्ति? रावणे अस्ति खलु. हतः इति पदेन किमुक्तं? रावणः उक्तः हतः इति पदेन. किन्तु केवलं रावणः न उक्तः, तस्मादुपरि रावण इस् डेड्, डेड्नेस् अपि अस्ति खलु, तर्हि बाणमपि रावणे अस्ति, डेड्नेस् अपि रावणे अस्ति इति कृत्वा मृतत्वं वा मृतत्वमिच्छति वा मृतत्वं वा मृतः मरणत्वं वा सत्यं हा सः मृतः अस्ति खलु मरणत्वम् इति. सो अतः एव अत्र उद्देश्यविधेयभावः इति वदेम, किन्तु उद्देश्यविधेयभावम् स्वीकृत्य यदि अत्र प्रकारः इति चिन्तयेम तत्र क्लेशः भवति खलु. इत्युक्ते भूतलं घटवत् इत्यत्र अस्तु, तर्हि इतोपि एकं निमिषं स्वीकृत्य अद अनन्तरं समापयामः, तदनन्तरं यदा समयः लभ्यते चिन्तयेम, अग्रिमवर्गे अनुमानविषये पठनम् आरब्धं कुर्मः. अस्तु, केवलम् एकमेव चिन्तयितुम् इच्छामि, भूतलं घटवत् अपि च घटवद्भूतलम् इत्यनयोः ज्ञानयोः मध्ये यद्यपि भेदः वर्तते, इत्युक्ते एकमेव ज्ञानं नास्ति अत्र, भूतलं घटवत् इत्यत्र भूतलम् उद्दिश्य तस्मिन् घटवत्वम् आरोप्यते, तत्र उद्देश्यविधेयभावः अस्ति. घटवद्भूतलम् इत्यत्र किं, घटवद्भूतलम् इति प्रथमं कीदृशवाक्यमस्ति, अत्र उद्देश्यविधेयभावः नास्ति खलु. अहं चिन्तयामि महोदय, तत्र द्वे वाक्ये अपि द्वितीयपदं विशेष्यं भवति. किं द्वितीयपदं, द्वे वाक्ये द्वितीयपदं विशेष्यं भवति, प्रथमपदम् इति प्रकारकं भवति. नास्ति अत्र तादृशं मा वदतु महोदय, स्पष्टतया वदतु, नो चेत् भवतः मनसि किमस्ति इति न जाने. अस्तु, अत्र प्रथमं किं वाक्यम् इति प्रथमं वदतु. अस्तु, उदाहरणं किमस्ति, भूतलं घटवत् इति वाक्यं. हा, भूतलं घटवत् इत्यत्र भूतलम् इति विशेष्यं, विशेष्यं विशेष्यं घटः इति प्रकारः, प्रकारः अपि च भूतलं घटवत् इत्यत्र उद्देश्यविधेयभावः अस्ति, भूतलम् उद्दिश्य तस्मिन् घटवत्वम् आरोप्यते. अस्तु, इदानीं द्वितीयवाक्यं घटवद्भूतलं. घटवत् भूतलम् इत्यत्रापि अहं चिन्तयामि भूतलम् इति विशेष्यं, घटवत् इति घटः इति प्रकारः. हा, किन्तु अत्र तु केवलं विशेषणविशेषभावः अस्ति, न तु उद्देश्यविधेयभावः. घटवद्भूतलम् इत्यत्र विशेषणविशेषभावः एव अस्ति, न तु उद्देश्यविधेयभावः. इति भेदः. महोदय, अस्मिन् विषये किञ्चित् अग्रे अग्रिमवर्गे किञ्चित् तत् करपत्रे किञ्चित् सारांशरूपेण वदति वा महोदय, अथवा. अस्तु, पश्यामः तर्हि. अस्तु, निश्चयेन निश्चयेन कुत्रचित् लिखित्वा किमर्थं सर्वम् अहं प्रेषयिष्यामि, कस्मिन् करपत्रे महोदयेन अस्मिन् विषये चिन्तितम्, उद्देश्यविधेयभावः अपि च विशेषविशेषभावः अनयोः मध्ये कः भेदः इति करपत्रं महोदयेन स्थापितं, तद् प्रेषयिष्यामि. तस्मिन् विषये तत् करपत्रं सर्वे पठन्तु, तदनन्तरं चिन्तयेम तस्मिन् विषये, तदनन्तरम् अग्रे गच्छेम. किन्तु मम मनसि इदानीं स्पष्टता जाता, निगमनं करोमि, घटवद्भूतलम् इत्यत्र विशेषणविशेषभावः अस्ति, इत्युक्ते अत्र तु घटवद्भूतलम् इति वाक्ये घटव अत्र भूतलम् उद्दिश्य घटवत्वम् इति तादृशं न वक्तुं शक्यते, नो चेत् घटवत् उद्दिश्य भूतलत्वं तस्मिन् आरोप्यते इति नास्ति. घटवद्भूतलम् इत्यत्र विशेषविषयभावः अस्ति, अपि च ज्ञानम् इति स्वीकुर्मश्चेत् ज्ञानं विशेष्यतासम्बन्धेन भूतले एव अस्ति अत्रापि, तर्हि भूतलं घटवत् घटवद्भूतलम् इति अनयोः अनयोः वाक्ययोः मध्ये ज्ञानं सर्वदा विशेष्यतासम्बन्धेन भूतले एव अस्ति, प्रकारतासम्बन्धेन घटे एव अस्ति, तत्र क्लेशः नास्ति. अस्तु, भवतु. अत्र स्थगयामि. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः.